ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। मामैते मनसा याद्यात्। मामैते मनसा याद्यात्। मामैते मनसा याद्यात्। आसवहम् इति ब्रुवन्। आसवहम् इति ब्रुवन्। आसवहम् इति ब्रुवन्। आसवहम् इति ब्रुवन्। गृह्ण्यत्तत् पुमान् रदम्। गृह्णीयत्तत् पुमान् रदम्। कर्मयेन पुनर्भवः। कर्मयेन पुनर्भवः। मामैते मनसा याद्यात्। मामैते मनसा याद्यात्। आसवहमिति ब्रुवन्। आसवहमिति ब्रुवन्। गृह्णीयत्तत् पुमान् रदम्। गृह्णीयत्तत् पुमान् रदम्। कर्मयेन पुनर्भवः। मामैते मनसा याद्यात्। मामैते मनसा याद्यात्। आसवहमिति ब्रुवन्। आसवहमिति ब्रुवन्। गृह्णीयत्तत् पुमान् रदम्। गृह्णीयत्तत् पुमान् रदम्। कर्मयेन पुनर्भवः। कर्मयेन